गुरुब्रह्मा गुरुविष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् परिमाणम् इति गुणः मानव्यवहार असाधारणं कारणं परिमाणम् इति परिमाणस्य लक्षणम् कपाले विद्यमानपरिमाणम् इति गुणः घटे जायमानपरिमाणम् इति गुणं प्रति कारणम् अस्ति. किन्तु कपालपरिमाणं कपाले विद्यते, घटपरिमाणं तु घटे एव जायते. तर्हि सामानाधिकरण्यं नास्ति अत्र. किन्तु वयं जानीमः यत्र सामानाधिकरण्यं साधितमस्ति तत्रैव कार्यकारणभावः लभ्यते. तर्हि अत्र किं करणीयम्? अत्र अधिकरणद्वयम् अस्ति. एकं कपालः, कपालपरिमाणस्य अधिकरणं. द्वितीयं तु घटः, घटपरिमाणस्य अधिकरणम्. तर्हि घटपरिमाणं कपालं प्रति आनेतुं शक्यते केनापि परम्परासम्बन्धेन. नो चेत् कपालपरिमाणं घटं प्रति आनेतुं शक्यते. द्विधा अत्र सामानाधिकरण्यं कार्यं कर्तुं शक्यते. द्वयविषये अस्माभिः पठितं. घटपरिमाणं घटे समवायसम्बन्धेन अस्ति. तर्हि घटः घटपरिमाणसमवायि. इदानीं स्वम् इति घटपरिमाणम् इति स्वीकुर्मश्चेत् स्वसमवायी भवति घटः. पुनः घटः कपाले समवायसम्बन्धेन वर्तते, अपि च कपालः समवायीकारणम् इत्यतः स्वसमवायीसमवायी भवति कपालः. अत्र स्वम् इति घटपरिमाणं, स्वसमवायी घटः, पुनः स्वसमवायेः समवायी कपालः. तर्हि स्वसमवायीसमवायी इत्यनेन कपालः उक्तः. तादृशभावः स्वसमवायीसमवायित्वं कुत्र विद्यते? कपाले विद्यते. तर्हि घटपरिमाणं स्वसमवायीसमवायित्वसम्बन्धेन कपाले वर्तते इति वक्तुं शक्यते. यस्मिन् कपाले कपालपरिमाणम् अपि वर्तते इति कृत्वा इदानीं कपालः समान अधिकरणं भवति द्वयोः, कयोः? घटपरिमाण अपि च कपालपरिमाणयोः कपालः समान अधिकरणं भवति. इदानीं सामानाधिकरण्यं साधितम् इति कृत्वा कार्यकारणभावः अपि साधितः इति एकरीत्या सामानाधिकरण्यं साधयितुं शक्यते. अन्यरीति किम्? इदानीं स्वम् इति कपालपरिमाणम् इति स्वीकुर्मः. कपालपरिमाणं स्वसमवायी कपाले वर्तते. पुनः कपाले समवेतं किं? घटः. समवेतम् इत्यस्य अर्थः किं? यत् समवायसम्बन्धेन अन्यस्मिन् वर्तते तस्य समवेतम् इति नाम अस्ति. तर्हि स्वम् इति कपालपरिमाणम् इति स्वीकुर्मश्चेत् स्वसमवायी कपालः भवति. स्वसमवायी समवेतं किं भवति? घटः. उपरि गच्छन् अस्मि अहं. स्वसमवायी समवेतं घटः अस्ति. तर्हि इदानीं स्वसमवायी समवेतत्वसम्बन्धेन कपालपरिमाणं घटं प्रति आगतम्. यस्मिन् घटे घटपरिमाणमपि अस्ति. तर्हि इदानीं तयोः मध्ये सामानाधिकरण्यं साधितम् इति कृत्वा द्वितीयरीत्या अपि सामानाधिकरण्यं साधितम्. तर्हि येन केनापि प्रकारेण सामानाधिकरण्यं कपालपरिमाणघटपरिमाणयोः मध्ये साधयितुं शक्यते. किन्तु मूलग्रन्थे किमुक्तम्? असम द्वितीयविधसमवायिकारणस्य लक्षणं लक्षणम् इति नास्ति, कथं वा लिखितम् उक्तम् इति चेत् कारणेन सह इति लिखितं खलु. कारणेन अत्र कारणमस्ति घटः. कस्य कारणं? घटपरिमाणस्य समवायीकारणमस्ति घटः. तर्हि मूले यद् लिखितम् अत्र रीतिद्वयम् अस्माभिः दृष्टम्. कारणेन सह इति उक्तत्वात् अत्र कारणं किम् इति चेत् घटः इति कृत्वा कारणेन सह वर्तते. किं कारणं? कपालपरिमाणम् इति कारणं कपाले कारणेन सह घटेन सह वर्तते इति कृत्वा अत्र कीदृशपरम्परासम्बन्धः स्वीकृत्य कारणेन सह इति मूलग्रन्थकारेण उक्तम् इति चेत् स्वसमवायी समवेतत्वसम्बन्धेन घटे कपालपरिमाणम् आनीय एतादृशं वाक्यं प्रस्तुतम् इति एतत् सर्वम् अस्माभिः अधीतं. किञ्चित् तस्मिन्नेव विषये विस्तरेण करपत्रे दत्तमस्ति. तर्हि अत्र करपत्रे करपत्रमस्ति सप्तदशकरपत्रमस्ति. कार्यकारणभावः च द्वितीयमसमवायिकारणं. तत्र चित्रमस्ति खलु. तस्मात् अधः तृतीयपङ्क्तिः, प्रथमं कपालः कार्यकारणयोः इति आरभ्य पठनीयं. तर्हि विजी भगिनी आरब्धुमिच्छति वा? नमस्कारः श्रीरामहोदय, आगच्छतु. प्रथमं कपालः कार्यकारणयोः अधिकरणम् इति स्वीकुर्मः. अस्यां दशायां घटपरिमाणस्य साक्षात् सम्बन्धः अधिकरणे नास्ति. अतः घटपरिमाणस्य परम्परासम्बन्धः वक्तव्यः कपाले. स्वम् इति घटपरिमाणं स्वसर्तः कुत्र प्रयोग तव्यः? यत्र साक्षात् सम्बन्धः नास्ति, यत्र परम्परया एव सम्बन्धः शक्यः, तत्र स्वशब्दस्य आवश्यकता भवति. स्वस्य साक्षात् अधिकरणं घटः केन सम्बन्धेन? समवायसम्बन्धेन. अतः घटपरिमाणस्य समवायी घटः. एतत् सर्वं भवान् घटपरिमाणमस्ति. घटपरिमाणं घटे अस्ति, घटः कपाले अस्ति. घटपरिमाणं कपाले मध्ये साक्षात् सम्बन्धः नास्ति. किमपि समवायी वा संयोगः वा किमपि नास्ति. अतः घटपरिमाणं कपालः पर्यन्तम् आनीतव्यम् इति कृत्वा घटपरिमाणं समवायसम्बन्धेन घटे अस्ति, घटः कपाले समवायसम्बन्धेन अस्ति. अत्र घटपरिमाणं स्व इति शब्दः प्रयुक्तं. साक्षात् सम्बन्धः यत्र नास्ति तत्र स्व इति पदः उच्यते. पदम् इति उच्यते. अत्र घटपरिमाणस्य घटः इति समवायि, घटपरिमाणं घटे समवायसम्बन्धेन वर्तते. अतः घटपरिमाणस्य समवायी घटः, घटस्य समवायी कपालः. तावदेव उक्तं किल महोदय? सत्यं. तर्हि घटपरिमाणं केन सम्बन्धेन कपाले वर्तते? परम्परासम्बन्धेन. न, किन्तु अत्र परम्परा इति सामान्यशब्दः. समवायी समवायित्वसम्बन्धेन वर्तते. बहु समीचीनं. तर्हि अग्रिमपरिच्छेदमपि भवती पठतु. समवायी समवायसम्बन्धः द्वयोर्मध्ये भवति चेत् एकः आश्रितः भवति अन्यः आश्रयः भवति. परिमाणं घटे इति स्वीकरोतु. समवायसम्बन्धेन परिमाणं घटे आश्रयः, घटः आश्रितं परिमाणम्. अत्र परिमाणसमवायी भवति घटः इत्युक्ते समवायसम्बन्धेन तत् परिमाणम् अस्मिन् घटे अस्ति. समवायसम्बन्धेन यस्मिन् अस्ति सः समवायी. नकारान्तशब्दः इनि प्रत्ययः. समवायः अस्मिन् अस्ति इति समवायी इति व्युत्पत्तिः. समवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति. अत्र परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः, परिमाणस्य समवायः घटे. पुनः एतत् विषयमेव उक्तं. किन्तु अत्र समवायी स्थले आश्रय आश्रितः इति पदद्वयं प्रयुक्तम्. आश्रयः समवायसम्बन्धद्वयोर्मध्यो भवति. एकः आश्रितः अन्यः आश्रयः. तर्हि अत्र आश्रितः कः, आश्रयः कः, घटपरिमाणम् अपि च घटः अन्योः मध्ये आश्रितं परिमाणम् आश्रयः घटः इत्युक्ते समवायी इति पदस्य स्थले आश्रयः इति आगच्छति किल महोदय. अपि च समवायी इति पदं केन प्रत्ययेन जायते? समवायी इति समवायसम्बन्धः यस्मिन् अस्ति, समवायसम्बन्धेन यस्मिन् अस्ति सः समवायी इति बोद्धुं कः प्रत्ययः, कः प्रत्ययः उपयुज्यते? इनि, इनि प्रत्ययः. तर्हि प्रातिपदिकं किं भवति? इनि प्रातिपदिकं समवायी. न न, समवायी इति प्रथमाविभक्ति एक समवायः, समवायः. न न, प्रातिपदिके विसर्गः भवति वा यदा कदापि? समवाय इति अस्ति चेत् समवायः अकारान्त, अकारान्त पुल्लिङ्ग समवायः इति एव भवति खलु? आं महोदय, न अवगतं. समवायी अत्र इनि इति प्रत्ययः अस्ति, प्रत्ययमस्ति खलु भगिनि? इकारः त्यजतु, इन् इति भवति. समवायः वा, समवाय इन्. ओ एवं समवायिन् समवायिन् प्रातिपदिके तस्य प्रथमाविभक्ति एकवचनरूपं भवति समवायी. तर्हि किञ्चित् तस्य शब्दस्य रूपाणि वदतु. समवायी, समवायी, समायौ वा, समवायी, समवायौ. किम् इति चिन्तयतु. आत्मनिधि सप्तमिव महोदय. समवायिनः स्वामिन् सप्तमिव वा महोदय. गुणिन् शब्द इव गुणिन् स्वामिन् सप्तमिव. तर्हि समवायी, समवायिनौ, समवायिनः, समवायिनं, समवायिनौ, समवायिनः, समवायिना, समवायिना, समवायिना, समवायिनाभ्याम् इति तादृशमवाय. आम् आम् ओके ओके अस्तु. समवायसम्बन्ध द्वितीयं तु परिमाणसमवायः इति समस्तपदमस्ति. तस्य विग्रहवाक्यं किं? परिमाणस्य समवायः इति कीदृश समस्तपदमस्ति तत्? षष्टि तत्पुरुषः. तत्पुरुषः भवति षष्ठी तत्पुरुषसमासः परिमाणस्य समवायः इति परिमाणस्य इति तर्हि घटः परिमाणसमवायी इति जातम् परिमाणस्य घटः समवायी इति जातम् अस्तु अग्रे विजयभगिनी पठति धन्यवादः महोदय विजयभगिनी न श्रूयते भगिनि कृपया बहिः गत्वा पुनरागच्छतु तावत् इदानीं श्रूयते इदानीं श्रूयते वदतु भगिनि अग्रे पठति वा पठामि वा हा तर्हि गतपरिमाणस्य समवायि घटः घटः पुनः कुत्र अस्ति इति चेत् कपाले केन सम्बन्धेन समवायसम्बन्धेन अतः घटस्य समवायि कपालः अनेन स्वसमवायि घटः घटसमवायि कपालः आहत्य स्वसमवायि समवायि कपालः स्वसमवायि समवायित्वं कपाले घटपरिमाणं स्वसमवायि समवायित्वसम्बन्धेन कपाले इति परम्परासम्बन्धः अपि च कपालपरिमाणं कुत्र अस्ति साक्षात् कपाले तेन सम्बन्धेन समवायसम्बन्धेन अतः स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्येव कार्यकारणभावः सिद्धिः तत्र कार्यकारणभावः सिद्धः कार्यकारणभावः सिद्धः अस्तु भवत्या सिद्धिः इति उक्तं तदा तद् मया किञ्चित् परिवर्तितम् अस्तु वदतु वदतु भगिनि अत्र किमस्ति आम् गतपरिमाणस्य समवायि घटः तत् एव तदपि समीचीनमेव तत्र घटपरिमाणस्य समवायि घटः घटः पुनः कुत्र अस्ति चेत् तत्र कपाले एव तत्र आश्रयः आश्रितम् इति आधार आधेयभावः अस्ति कपाल घटकपालयोः केन सम्बन्धेन इत्युक्ते तत्र समवायसम्बन्धेन घटस्य समवायी कपालः एतदपि तत्र किमपि नास्ति अनेन समवायि अनेन समवायी घटः एकनिमिषम् एकनिमिषम् अत्र एकः प्रश्नः अहं करोमि एकं प्रश्नम् अहं करोमि घटः भूतले वर्तते इति उदाहरणं स्वीकुर्मः घटः भूतले वर्तते तत्रापि आधार आधेयभावः अस्ति घटः आधारः आधेयः भूतलम् आधारम् अस्ति तर्हि भूतलं घटस्य समवायि घटसमवायि इति वक्तुं शक्यते वा भूतलम् आधार्यम् अस्ति अतः तत्र समवायी नास्ति घटः एव समवायि न घटः भूतले अस्ति इत्यस्मिन् उदाहरणे भवत्या किमुक्तं घटः समवायी इति उक्तं वा आम् घटः एव समवायि आधारः समवायी भवितुम् अर्हति वा आदेयः भवान् उक्तवान् घटः भूतलम् आधारमस्ति. कुत्र समवायि तिष्ठति इत्युक्ते तत्र अत्र तु संयोगसम्बन्धः किल भगिनि, संयोगसम्बन्धः अस्ति, संयोगसम्बन्धः अस्ति, परन्तु भवान् पृच्छति तत्र समवायिसम्बन्धः अस्ति वा इति. हा सत्यं, तर्हि भवत्या किं वक्तव्यम् अत्र समवायि भूतलं समवायि वा न वा? हा तर्हि आधारादेयभावः अस्ति इति कृत्वा, आश्रितः आश्रयः इति कृत्वा तत्र समवायी इति न भवति. तत्र सम्बन्धः कः इति तस्य महत्त्वमस्ति. घटः कपाले समवायसम्बन्धेन वर्तते इति कृत्वा कपालः समवायी अस्ति, घटसमवायी अस्ति. घटपरिमाणं घटे समवायसम्बन्धेन वर्तते इति कृत्वा घटः परिमाणसमवायी भवति. बुद्धं खलु? हा अस्तु, तर्हि अग्रे वदतु भगिनि. अतः घटस्य समवायि कपालः. तत्र घटस्य समवायि कपालः इत्युक्ते तत्र घटः आश्रयः अस्ति खलु जि तत्र? आम्, घटः आश्रयः नास्ति, अनेन कपालः आश्रयः, घटः आश्रितः. यद् आधेयः तदेव आश्रितः, यद् अधिकरणं नो चेत् आधारः तदेव आश्रयः भवति. तर्हि इदानीं घटपरिमाणं कपाले केन सम्बन्धेन वर्तते? समवायसम्बन्धेन. घटपरिमाणं कपाले केन सम्बन्धेन वर्तते? कपाले केन? समवायिसम्बन्धेन, स्वसमवायि. घटपरिमाणम् एकनिमिषं भगिनि, घटपरिमाणं घटे केन सम्बन्धेन वर्तते? समवायिसम्बन्धेन. सत्यं, तर्हि घटपरिमाणं कपाले केन सम्बन्धेन वर्तते? परम्परासम्बन्ध. किन्तु सम्बन्धः कः इति वक्तव्यं, परम्परा इति यदा कदापि न वदतु. परम्परा इति सामान्यसम्बन्ध शब्दः अस्ति खलु, समवायत्वसम्बन्धेन. पुनः वदतु भगिनि. समवायत्वसम्बन्धेन वर्तते. समीचीनतया वदतु, तत्र अकारः न श्रोतव्यः, इकारः एव. विजय भगिनी वदतु. स्वसमवायिसम्बन्धः वर्तते तत्र. न न, द्विवारं समवायि इति पदं प्रयुक्तं वा एकवारमेव वा? एकवारमेव. न न, द्विवारं वक्तव्यं खलु. अत्र स्व इत्युक्ते किम्? अत्र अन अत्र स्वसमवायिसम्बन्धः. एकनिमिषं भगिनि, अत्र अस्मिन् समस्तपदे स्वम् इत्युक्ते किं, स्व इत्युक्ते किम्? तत्र परम्परा एव सूचयति खलु जि. मम प्रश्नस्य उत्तरं ददातु भगिनि, स्व इत्युक्ते किं, स्व इति पदं किं समवायसम्बन्धं सूचयति? नास्ति नास्ति इति घटपरिमाणम् अत्र अत्र अत्र क्रमेण चिन्तयतु भगिनि, नो चेत् भ्रमः आगच्छति. इदानीं घटपरिमाणं घटे वर्तते, घटः पुने कपाले वर्तते, द्वयमपि समवायसम्बन्धेन वर्तते इति कृत्वा घटपरिमाणसमवायी अस्ति घटः, घटसमवायी अस्ति हि कपालः. तर्हि स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले वर्तते इति यदा वदामः तत्र स्व इत्युक्ते स्वम् इत्युक्ते घटपरिमाणं, स्वम् इति घटपरिमाणं, स्वसमवायी पुनः समवायित्व इत्युक्ते कपाले, स्वसमवायी समवायित्वसम्बन्धेन कपाले वर्तते इति वक्तव्यं. बुद्धं खलु? घटपरिमाणं स्वसमवायी समवायित्वसम्बन्धेन कपाले वर्तते. हा, बहु समीचीनं. यस्मिन् कपाले कपालपरिमाणम् अपि वर्तते खलु? कपालपरिमाणं कपाले केन सम्बन्धेन वर्तते? तादात्म्यसम्बन्धेन. कपालपरिमाणं कपाले, कपालपरिमाणम् इति गुणः, कपालम् इति गुणि, गुणगुणिनोः मध्ये कः सम्बन्धः भवति? समवायिसम्बन्धः. हा, तर्हि किमर्थं तादात्म्यसम्बन्धः इति वदति? कपालपरिमाणं कपाले समवायसम्बन्धेन वर्तते, घटपरिमाणं कपाले स्वसमवायी समवायित्वसम्बन्धेन वर्तते. तर्हि इदानीं समान अधिकरणं किम्? घटपरिमाणम् अपि च कपालपरिमाणं द्वयोः मध्ये समानाधिकरण्यं वर्तते. हा, समान अधिकरणं किं? समानाधिकरण्यं वर्तते यदि समान अधिकरणम् अस्ति इति निरूपयामः. अत्र समानाधिकरणं किम्? घटकः अस्ति संयोगसम्बन्धेन. न न, संयोगसम्बन्धेन घटः कुत्र अस्ति भगिनि? समवायसम्बन्धेन घटकः अस्ति समवायसम्बन्धेन. भगिनि, यत्र अहं प्रश्नं पृच्छामि तत्र बहु किमपि न वक्तव्यम्, एकमेव पदं वक्तव्यम्. अतः एव अहम् अवगन्तुं शक्नोमि भवती अवगतवती वा न वा इति. कपालपरिमाण घटपरिमाणयोः मध्ये समानाधिकरण्यं वर्तते इति भवत्या उक्तं, तत्तु समीचीनं. तर्हि समान अधिकरणं किम्? समानाधिकरण्यं घटकपालपरिमाणयोः समानसमये तिष्ठति चेत् समान अधिकरणम्. आम्, तर्हि समान अधिकरणं किम्? पदार्थौ द्वौ यदि एकस्मिन् अधिकरणे वर्तते तयोः मध्ये समान अधिकरणं वर्तते इति वक्तुं शक्यते खलु? तर्हि अत्र समान अधिकरणं किम्? विजि भगिनी वदतु. कपालः इति एकमेव पदं वक्तव्यं, कपालः. घटपरिमाणमपि कपाले वर्तते. किमिति? कपालः समान अधिकरणीयं वा? न न, कपालः समान अधिकरणं. यस्मिन् कपाले घटपरिमाणम् अपि अस्ति कपालपरिमाणम् अपि अस्ति इति कृत्वा घटपरिमाणकपालपरिमाणयोः मध्ये समानाधिकरण्यं वर्तते. एतदेव मया उक्तं खलु. अहं पृच्छन्नस्मि समान अधिकरणं किम् इति, तस्य उत्तरं भवत्या न उक्तं खलु. समान अधिकरणं किम् इदानीं वदतु. समानाधिकरणं कपालः वा? हा, दिव्य भगिनी उक्तवती खलु, मम प्रश्नः समानाधिकरणं लक्षणं न सूचयति वा? कपालः किमर्थम् आगच्छति समानाधिकरणम् इति? अत्र समानाधिकरण्यम् इत्यस्य अर्थः कः? भवत्याः अवगमनं किम् इति वदतु. समानाधिकरण्यम् इति पदस्य अर्थः कः? सामान्य अधिकरण्यं यत्र कारण कार्यकारणभावः समानसमये. न न, तदर्थः नास्ति, तद् नास्ति. इदानीं भवती भवती भवत्याः गृहे अस्ति, भवत्याः भवत्याः मित्रम् अपि भवत्याः गृहे एव अस्ति इति चिन्तयतु. विजी भगिनी अपि भवत्याः गृहे अस्ति, भवती अपि भवत्याः गृहे अस्ति इति चिन्तयतु. तर्हि इदानीं यद्यपि विजी भगिनी अपि च भवती अनयोः भवत्योः मध्ये कार्यकारणभावः नास्ति, किन्तु समानाधिकरण्यमस्ति. किमर्थम् इत्युक्ते इदानीं समान अधिकरणमस्ति गृहं, भवत्याः गृहमेव समान अधिकरणमस्ति. ययोः मध्ये समान अधिकरणं वर्तते, तयोः मध्ये समानाधिकरण्यम् अस्ति इति बोधः. उद्दं वा? अतः एव अहं मया उक्तं घटकपालपरिमाणयोः तत्र समानाधिकरणं वर्तते. किन्तु मम प्रश्नः कः भगिनि, समान अधिकरणं? अस्तु, भवतु, भवती इदानीम् अहम् आगतवान्, भवती अवगतवती इति. तर्हि अग्रे गच्छेम. बालसुब्रह्मण्य महोदय अग्रे पठति वा? ध्येयं यत् इति. ध्येयं यत् स्वसमवाये अपि च स्वाश्रयः इत्यत्र समानार्थकशब्दौ, अतः स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्यपि समीचीनम्. समवाये आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोपि सामान्यं, समवाये इतोपि विशिष्ट, तावान् एव भेदः. किन्तु अत्र द्वयोः उपयोगः शक्यः, स्वाश्रयः स्वसमवायि. अत्र समवाये अपि स्वाश्रयः इति द्वयः अपि समान शब्दरूपं भवति. स्वाश्रयः इति पदम् उपयोक्तुं शक्यते, अथवा समवायि पदमपि उपयोक्तुं शक्यते, समानार्थः एव. तस्मात् स्वाश्रय समवायसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्यपि समीचीनम्. अत्र अपि स्वाश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणं, कपालपरिमाणं इति कारण इत्यपि समीचीनं. सम्बन्धेन स्वास्य समवायसम्बन्धः इति स्वाश्रयसमवायसम्बन्धः, स्व आश्रय इति घटः. स्वम् इति किं, सोपानने गच्छतु महोदय. स्वम् इति किं? स्वम् इति घटपरिमाणं. सत्यं. स्व आश्रयः कः? घटः. घटः. स्व आश्रयसमवायी कः? कपालः. सत्यं. तर्हि स्व आश्रयसमवायित्वसम्बन्धेन घटपरिमाणं घटे कपाले वर्तते इति अपि वक्तुं शक्यते. तत्र अत्र अपि एवमपि वक्तुं शक्यते. हा, किन्तु अत्र पश्यतु, अत्र किं लिखितमस्ति? आश्रयशब्दः इतोपि सामान्यं, समवायिति इति विशिष्टं. तर्हि तयोः मध्ये भेदः कः इति चेत्, घटः भूतले अस्ति इति उदाहरणं स्वीकुर्मः. तर्हि घटस्य आश्रयः कः अत्र? अत्र घटस्य आश्रयः कपालः. न, घटः भूतले अस्ति इति उदाहरणं. भूतले अस्ति चेत् भूतलम् आश्रयः. हा, तर्हि स्व आश्रयः, इदानीं स्व आश्रयः घटः इति स्वम् इति स्वीकुर्मश्चेत् स्व आश्रयः कः? स्व आश्रयः स्व इति घटपरिमाणम् अस्ति चेत् अत्र भवति उदाहरणम्. अत्र उदाहरणे स्वम् इति भूतलम् आश्रयः. हा, किन्तु अत्र पश्यतु, स्व आश्रयः इदानीं भूतलं भवति. अस्मिन् उदाहरणे घटः भूतले अस्ति इत्यस्मिन् उदाहरणे स्व आश्रयः भूतलं भवति यदि स्वम् इति घटः इति स्वीकुर्मः. किन्तु तत्र सम्बन्धः कः? तत्र संयोगसम्बन्धः तत्र. हा, इति कृत्वा एव स्वसमवायित्वे स्वसमवायी समवायित्वसम्बन्धेन इति वदामश्चेत् तदेव समीचीनं भवति. तदेव तत्र विशिष्टरीत्या वक्तव्यं. यदि स्व आश्रयसमवायित्वसम्बन्धेन इति वदामश्चेत् तत्र स्व आश्रयः समवायिसम्बन्धेनापि भवितुमर्हति, संयोगसम्बन्धेनापि भवितुमर्हति, खलु? इति किञ्चिदिव भेदः वर्तते. अतः समीचीनतया वक्तव्यं चेत् स्वसमवायिसमवायित्वसम्बन्धेन इति वदामश्चेत् तत्र किमपि क्लेशः न भवति. अस्तु, अग्रे अपि पठतु महोदय. उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया, कारणसम्बन्धः च साक्षात् अधिकरणे इति स्वीकृतम्. उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया, साक्षात् नास्ति, कारणसम्बन्धः च साक्षात् अधिकरणे इति स्वीकृतं. किञ्चित् प्रतिपादयतु महोदय, किञ्चित् प्रतिपादय. अत्र उदाहरणं घटपरिमाणं कपालपरिमाणं, कार्यम् इति घटपरिमाणं, कारणम् इति कपालपरिमाणं. घटपरिमाण अत्र कारणसम्बन्धः, कारणसम्बन्धः घटपरिमाण एकनिमिष उपरि कार्यसम्बन्धः अधिकरणे परम्परया, अधिकरण अत्र अधिकरणं किम्? अधिकरणः अत्र अधिकरणम् अत्र कपालः अस्ति. हा, तदेव कपालः एव समान अधिकरणं खलु? आमां. तर्हि घटपरिमाणम् इति कार्यम् अधिकरणे कपाले केन सम्बन्धेन वर्तते? अत्र परम्परासम्बन्धेन एव वर्तते. स च परम्परासम्बन्धः कः? कः? घटद्वारा. न, अत्र समवाय अत्र परम्परासम्बन्धः इति यदा कदापि न वदतु. घटपरिमाणसम्बन्धः कः? स्व दीर्घवाक्यं. स्व आश्रय समवायित्वसम्बन्धः. हा, इदानीमेव मया उक्तं खलु, आश्रयः इति न वक्तव्यं, स्वसमवायी समवायित्व. स्वसमवायित्वसम्बन्ध. हा, स्वसमवायी समवायित्वसम्बन्धेन इति तादृशपरम्परासम्बन्धेन कपाले अधिकरणे वर्तते किं? कार्यं. कार्यं किं? घटपरिमाणम्. तर्हि अत्र कारणसम्बन्धः कः? कारणसम्बन्धः इति कारणम् इति किम् अत्र कपालपरिमाण सत्यं कपालपरिमाणम् अधिकरणे अधिकरणे इत्युक्ते किं कपालः इति अधिकरणे कपाले केन सम्बन्धेन अस्ति समवायसम्बन्धेन साक्षात् अस्ति हा बहु समीचीनं तदेव अर्थः कार्यसम्बन्धः अत्र कार्यम् इत्युक्ते घटपरिमाणं तस्य सम्बन्धः कः अधिकरणे कपाले परम्परया स्वसमवायी समवायित्वसम्बन्धेन कारणसम्बन्धः च साक्षात् अधिकरणे कारणम् इति कपालपरिमाणं सम्बन्धः अत्र कः समवायसम्बन्धः कारणसम्बन्धः समवायसम्बन्धः तर्हि कपालपरिमाणं समवायसम्बन्धेन साक्षात् अधिकरणे कपाले वर्तते इति स्वीकृतम् अस्तु अग्रे अधुना अधुना विपरीतं कुर्मः कार्यसम्बन्धः साक्षात् अधिकरणे कार्यसम्बन्धः साक्षात् अधिकरणे कारणसम्बन्धः च अधिकरणे परम्परया कार्यकारणभावः साधनीयः अतः अस्माकं कार्यकारणयोः समान अधिकरण अधिक समानाधिकरण्यम् अपेक्षितम् एव अस्मिन् पर्याये अधिकरणं किं घटः घटपरिमाणं साक्षात् घटे च किञ्चु कपालपरिमाणं स च कुत्र अस्ति कपाले पुनः घटे भवेत् इति वक्तव्यं चेत् परम्परया एव वक्तुं शक्यम् विपरीतमार्गेण अत्र घटः घटः इति अधिकरणम् इति वक्तुम् इच्छामः घटः इति समान अधिकरणम् इति वदतु समानाधिकरणम् इदानीं समानाधिकरणम् इति वक्तुम् इच्छामः चेत् सो महोदय अत्र भवान् किं करोतु स्वशब्दैः चिन्तयतु अत्र किं लिखितमस्ति इति त्यजतु इदानीं समीचीनतया भवता उक्तं घटः समान अधिकरणम् इति तर्हि घटे घटपरिमाणं परम्परया वर्तते वा साक्षात् वर्तते वा घटपरिमाणं साक्षात् वर्तते घटे यदि घटः समान अधिकरणम् इति स्वीकुर्मः तर्हि कार्यं घटपरिमाणम् इति कार्यम् इदानीं घटे समान अधिकरणे साक्षात् वर्तते किन्तु कपालपरिमाणं साक्षात् अस्ति वा न कपालपरिमाणं परम्परया समाना आनेतव्यं खलु घटे हा घटे आनेतव्यं पूर्वस्मिन् रीत्या तत्र किं कृतं कपालः समान अधिकरणम् इति स्वीकृतं तत्र कारणं कपालपरिमाणं साक्षात् समान अधिकरणे कपाले वर्तते किन्तु घटपरिमाणं कार्यं परम्परया आनीतम् किन्तु इदानीं वयं किं कुर्मः घटः समान अधिकरणम् इति स्वीकृत्य अत्र किं जातं कार्यं साक्षात् सम्बन्धेन वर्तते कारणं परम्परासम्बन्धेन आनेतव्यं तर्हि भवान् आनयतु इदानीं कारणं कुत्र कारणमिति किं कपालपरिमाणमस्ति खलु कपालपरिमाणम् इति कारणम् इति कारणं कपालपरिमाणं कुत्र वर्तते कपालपरिमाणं कपाले वर्तते समवायसम्बन्धेन वर्तते खलु समवायसम्बन्धेन कपाले वर्तते तर्हि कपालः स्वसमवायी भवति स्व इति कपालपरिमाणम् इति स्वीकुर्मश्चेत् स्वसमवायी भवति कपालः तर्हि इतोपि एकं पदं योजनीयं येन घटं प्रति नयामः कपालपरिमाणं. तत्र किं वक्तव्यं? सो कपाल समवायि समवायित्व न स्वसमवायी इति कपालः, पुनः समवायित्व इति वदति अधोगम अधः गमनीयं खलु. स्वसमवायी समवायी इति वदामश्चेत् कपालिकां प्रति गच्छेम, तन्न इष्टम्. इदानीम् उपरि गन्तव्यम्. सो कपालः प्रथमं समवेतम् इत्यस्य अर्थः कः? कपालपरिमाणे समवेतं कपालः. न न, कपालपरिमाणे कपालः समवेतं नास्ति, कपाले कपालपरिमाणं समवेतमस्ति. यद् उपरि अस्ति तदेव समवेतं भवति. समवायसम्बन्धेन यद् अन्यस्मिन् अस्ति तत् सः आदेयः एव समवेतम् इति कथ्यते. तर्हि स्वम् इति कपालपरिमाणं, स्वसमवायी इदानीं कः महोदय? स्वसमवायी कपालः. समीचीनं. स्वसमवायी समवेतं किम्? स्वसमवायी समवेतं घटः. हा, घटः कपाले समवेतम् अस्ति खलु. तर्हि स्वम् इति कपालपरिमाणं, स्वसमवायी इति कपालः, स्वसमवायी समवेतम् इति घटः. तर्हि स्वसमवायी समवेतत्वं कुत्र अस्ति? घटे अस्ति. घटे अस्ति. तर्हि स्वसमवायी समवेतत्वसम्बन्धेन पूरयतु वाक्यम्. स्वसमवायी समवेतत्वसम्बन्धेन किं कस्मिन् अस्ति? सम्बन्धेन घटपरिमाणं. घटपरिमाणं नास्ति अत्र. स्वम् इति किं? स्वम् इति कपालपरिमाणं. हा, तर्हि स्वसमवायी समवेतत्वसम्बन्धेन कपालपरिमाणं कुत्र अस्ति? घटे अस्ति. घटे अस्ति. हा, समीचीनं विजया भगिनी, घटे अस्ति खलु. तर्हि कपालपरिमाणं स्वसमवायी समवेतत्वसम्बन्धेन घटे परम्परासम्बन्धेन इदानीं कारणं घटे समान अधिकरणे आनीतम्. यस्मिन् समान अधिकरणे कपालपरिमाणमपि अस्ति. साक्षात् अस्ति. साक्षात् कपालपरिमाणं. तर्हि अत्र किं कृतं? कार्यसम्बन्धः साक्षात् जातः, कारणसम्बन्धः परम्परया जातः. अस्तु, तदेव अत्र उक्तम्. अस्तु, अग्रे श्रीराम महोदय पठति वा कपालपरिमाणम्. कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेतशब्दस्य प्रयोगः करणीयः. समवेतं नाम समवायसम्बन्धेन विद्यमानं समवायी इत्यनेन अधः गमनं, समवेतम् इत्यनेन उपरि गमनं. पूर्वमपि इदम् अस्माभिः दृष्टं. फले एकः रसः अस्ति इति वाक्ये एकत्वसङ्ख्या इति वाक्येन एकत्वसङ्ख्या रसश्च द्वौ अपि गुणौ एकत्वं फले समवायसम्बन्धेन, रसः अपि फले समवायसम्बन्धेन. तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे, ततः गुणः गुणे इति कथं साधनीयम् इति चेत् एकत्वस्य आश्रयः फलं तत् समवेतः समवायसम्बन्धेन विद्यमानः भवति रसः. समवेतत्वं रसे स्वं च एकत्वम्, अतः समवायि समवेतः रसः स्वसमवायि समवेतत्वं रसे, अपि च स्वसमवायि समवेतत्वसम्बन्धेन एकत्वं रसे, अनेन फले एकः रसः अस्ति इति वाक्यं सिद्धम् अस्ति. अत्र इदानीं समवाय समवेतं किम् अपि च समवायसम् एकत्वं विषयः अत्र अस्ति. पूर्वस्मिन् उदाहरणे कपालपरिमाणं घटे केन सम्बन्धेन वर्तते इति दृष्टं. तत्र कपालपरिमाणं कपालः कपालपरिमाणस्य समवायी अस्ति, अतः घटः कपाले समवेतमस्ति, अतः कपालपरिमाणसमवायिसमवेतसम्बन्धेन कपालपरिमाणं घटे अस्ति इति कृतम्. अत्र समवेतं नाम समवायसम्बन्धेन विद्यमानं समवेतम्, अत्र घटः कपाले समवेतं, घटः कपाले समवेतम् अस्ति इत्युक्ते तत्र समवायसम्बन्धेन घटः कपाले अस्ति इति अर्थः. समवायि इत्यनेन अधः गमनम्, समवायि इति यत् स्वीकुर्मः तद् अधोभागे भवति. यस्य समवायि अस्ति तद् उपरि भवति, यः समवायि अस्ति तद् अधः अस्ति, यत् समवेतमस्ति तद् उपरि भवति. अतः समवेतम् इति यत् वक्तुं वयम् इच्छामः तदा उपरि गन्तव्यम्. अन्यरीत्या उपरितनदिश्यां वयं गच्छामश्चेत् तद् समवेतं सूचयति, दिशि गच्छामश्चेत् समवेतं सूचयति. अन्य उदाहरणम् अत्र अस्ति, अत्र एकनिमिषं महोदय, यद् उपरि अस्ति तत् समवेतं, यद् अधः अस्ति तत् समवायः समवायि इति वदति चेत् घटः भूतले अस्ति, तस्मिन् उदाहरणे नास्ति, केवलं समवायसम्बन्धेन अस्ति चेत् इति वक्तव्यं. यद् समवाय यत् समवायसम्बन्धस्य अत्र एवं वक्तव्यं, तत्र सम्बन्धः अस्ति अपि वक्तव्यः इति नियमः अस्ति. नो चेत् यत्किमपि उपरि अस्ति तत् समवेतं भवति, यत्किमपि अधः अस्ति तत् समवायं भवति समवायी भवति इति न, तादृशं नास्ति. यत् समवायसम्बन्धेन उपरि अस्ति तद् समवेतम् इति भवति, यत् समवायसम्बन्धेन अधः अस्ति तद् समवायी भवति. बहु समीचीनम्, इदानीं सम्यक्तया उक्तं. तर्हि अत्र अत्र द्वितीय उदाहरणं किम् अस्मिन् परिच्छेदे? उदाहरणं फले, फले एकः रसः अस्ति इति अस्ति, तदा फले एकः रसः अस्ति तदा फलम् इति अधिकरणं भवति, अधिकरणं भवति. कस्य अधिकरणम् अस्ति? एकत्वस्य अधिकरणं, रसस्य अपि अधिकरणम् अस्ति. अतः रसः उपरि अस्ति, एकत्वमपि उपरि अस्ति, अधः फलम् अस्ति. इदानीम् एकत्वम् अपि समवायसम्बन्धेन फले अस्ति, रसः अपि समवायसम्बन्धेन फले अस्ति, तदा कथं वक्तव्यम् इत्युक्ते सामानाधिकरण्यम् अस्ति एकत्वस्य अपि च रसस्य मध्ये समानाधिकरण्यम् अस्ति, समानाधिकरणं फलम् अस्ति, तदा समीचीनं. कथम् एकः रसः फले अस्ति इति वक्तव्यम् इति चेत् इदानीं किन्तु महोदय तत्र तस्मात् यावत् भवता उक्तं तद् बहु समीचीनं किन्तु एकः रसः इति कथं वक्तुं शक्यते इति प्रश्नः किमर्थम् उदेति एकः द्वयमपि गुणः गुणौ स्तः द्वौ अपि गुणः गुणौ स्तः इति कारणेन कथं वा गुणगुणयोः मध्ये सम्बन्धः वक्तव्यम् इति प्रश्नः वदति यदा गुणः अस्ति गुणि अस्ति समवायसम्बन्धः इति सामान्यतया सुलभतया वक्तुं शक्यते यत्र गुणः अस्ति गुणः गुणे न भवति खलु तदेव समस्या गुणः गुणेन भवितुम् अर्हति गुणः कुत्र भवति गुणिनि एव भवति एव भवति गुणः एकः गुणः अन्यस्मिन् गुणे यदा कदापि न भवति तथापि अत्र एकरसः इति प्रयोगः कुर्मः एव इति कृत्वा इदानीं गुणः गुणे वर्तते इति वक्तव्यम् अस्ति अत्र येन केनापि सम्बन्धेन गुणः गुणे अस्ति इति वक्तव्यं निरूपणीयं वक्तव्यम् अस्तु एकत्वं रसे अस्ति इति वक्तव्यमस्ति हा एकत्वम् इति संख्या इति गुणः रसः इति गुणे अस्ति इति वक्तव्यम् तादृशं निरूपयामश्चेदेव फले एकः रसः अस्ति इति वक्तुं शक्यते एकः रसः अस्ति इत्युक्ते एकत्वं रसे अस्ति इति वक्तव्यं तद् इदानीं समानाधिकरणम् अस्ति फलम् एकत्वं रसः अपि च समानाधिकरणे समवायसम्बन्धने विद्यमानौ स्तः इदानीं एकत्वं समवायसम्बन्धेन फले अस्ति अतः फलम् इति समवायी अस्ति एकत्वं स्व इति स्वीकुर्मश्चेत् स्वसमवायी भवति फलं स्वसमवायी भवति फलम् इदानीं रसं स्वीकुर्मः रसं फले समवेतम् अस्ति समवायसम्बन्धेन रसः फले अस्ति इति कारणेन रसः समवेतः इति समवेतः अस्तु तत्र समवेतम् इति वदतु भवतु समवेतः अस्ति समवेतः अस्ति अतः एकत्वं स्वम् इदानीम् एकत्वं स्वं स्वसमवायी फलं समवेतः अस्ति रसः अतः समवायी समवेतत्वं समवायी समवेतत्वसम्बन्धेन एकत्वं रसे अस्ति बहु समीचीनं बहु उत्तमं महोदय इति अस्ति तर्हि एकत्वं रसे एकत्वम् इति गुणः रसः अपि गुणः गुणगुणयोः गुणगुणयोः मध्ये गुणयोः मध्ये गुणगुणयोः इति न वक्तव्यं गुणयोः मध्ये तत्र आधारादेभवः सामान्यतया न भवति किन्तु अत्र वक्तव्यम् इति नियमः अस्ति आवश्यकता अस्ति तर्हि कथं साधितम् इति चेत् एकत्वं स्वसमवायी समवेतत्वसम्बन्धेन रसे अस्ति अतः एकः रसः इति वक्तुं शक्यते फले बहु समीचीनम् अत्र केवलं पुनस्मारणार्थम् अपि च किञ्चिदपि अभ्यासार्थं यत्र एकम् अन्यस्मिन् समवायसम्बन्धेन वर्तते तस्य नाम अस्ति समवेतम् इति खलु संयोगेन वर्तते चेत् तस्य नाम किम्? संयुक्तम् इति अस्ति, बहु समीचीनं. तर्हि इदानीं भिन्न उदाहरणम् अहं वदामि. भूतले घटः अस्ति, तस्मिन्नेव भूतले पुस्तकमपि अस्ति इति इति चिन्तयतु. तर्हि केन इदानीं घटपुस्तकयोः मध्ये कीदृशसम्बन्धः इति किञ्चित् वदति वा? द्वयोः मध्ये समानार्थ अधिकरणम् अस्ति भूतलम् इति. पुस्तकम् अपि च घटः भूतले संयोगसम्बन्धेन वर्तते. सत्यम्. इदानीं द्वयोः साक्षात् सम्पर्कं नास्ति इति चेत् तदा सम्पर्कम् अस्ति चेत् संयोगसम्बन्धः भवति. इदानीं सम्पर्कः नास्ति इति स्वीकुर्मः, तदा संयोगसम्बन्धेन संयोगसम्बन्ध संयुक्तत्वं वा स्वसंयोगसम्बन्ध न अत्र अत्र अत्र स्थलद्वये अपि संयुक्तम् इति पदम् उपयोगं करोति. आश्रितः इति कुर्मश्चेत् महोदय स्व इति पुस्तकं. तर्हि इदानीम् अहं मम प्रश्नः अस्ति, पुस्तकं केन सम्बन्धेन घटे वर्तते इति. यद्यपि पुस्तकं साक्षात् घटे नास्ति, घटः भूतले अस्ति, पुस्तकमपि भूतले अस्ति, तस्मिन्नेव भूतले अस्ति. तर्हि मम प्रश्नः अस्ति, पुस्तकं केन सम्बन्धेन घटे वर्तते इति मम प्रश्नः अस्ति चेत् तत्र किं वदति? त्वम् इति पुस्तकमपि स्वीकरोतु. इदानीं स्व इति पदम् एकनिमिषं विजयभगिनी किञ्चित् संयोगसम्बन्धेन वर्तते. सत्यं. तर्हि किं वक्तव्यम् अत्र? स्वसंयोगी अस्ति भूतलं, स्वसंयोगी संयुक्तसम्बन्धेन पुस्तकं किं वक्तुं शक्यते? स्वसंयोगी संयुक्तसम्बन्ध संयुक्तत्वसम्बन्धेन यथा समवायी, तत्र इनि इति प्रत्ययं योजयित्वा वदामः, अत्रापि संयोगः योगः इनि, संयोग योगः इनि, संयोगिम् इति पदं लभ्यते. तस्य प्रथमाविभक्तिः संयोगी इति भवति, दीर्घईकारः. तर्हि स्वम् इति पुस्तकं स्वसंयोगी भवति भूतलं, तस्मिन् संयुक्तमस्ति घटः. तर्हि स्वसंयोगी संयुक्तत्वसम्बन्धः घटे वर्तते इति कृत्वा पुस्तकं स्वसंयोगी संयुक्तत्वसम्बन्धेन घटे वर्तते इति वक्तुं शक्यते. नो चेत् यथा विजीभगिन्या उक्तं, तत्र आश्रयः स्व आश्रयसंयुक्तत्वसम्बन्धेन अपि पुस्तकं घटे वर्तते इति वक्तुं शक्यते. नो चेत् तृतीयविधं, तत्र पुस्तकं भूतले वर्तते खलु संयोगसम्बन्धेन, तर्हि इदानीं तत्र संयोगः तु द्विनिष्ठः अस्ति, तत्र प्रायः संयुक्तत्व इति न वक्तव्यं. तर्हि द्विधा द्विधा वक्तुं शक्यते, स्व आश्रयसंयुक्तत्वसम्बन्धेन पुस्तकं घटे वर्तते इति वक्तुं शक्यते, नो चेत् स्वसंयोगि संयुक्तत्वसम्बन्धेन पुस्तकं घटे वर्तते इति वक्तुं शक्यते. बुद्धं खलु? अवगतम्. इति तादृशपदप्रयोगः इति तत्र परम्परासम्बन्धः स्वीकर्तुं शक्यते. इदानीम् एवमेव पुनः तद् इदानीं केवलम् अभ्यासार्थम् अहम् एकम् उदाहरणं वदामि. इदानीं किं लेखनी घटे अस्ति, घटः भूतले अस्ति, तस्मिन्नेव भूतले पुस्तकमस्ति, तर्हि इदानीं लेखनी अपि च पुस्तकम् अनयोः मध्ये सम्बन्धः साधनीयः. तर्हि लेखनी पुस्तके केन सम्बन्धेन वर्तते इति वक्तुं किं वदामः? लेखनी घटे, लेखनी घटे अस्ति, घटस्य उपरि अस्ति, घटे अस्ति, घट अपि घटः संयोगसम्बन्धेन भवति, पुस्तकमपि भूतले संयोगसम्बन्धेनैव भवति, सर्वत्र संयोगसम्बन्धः एव अस्ति. तदा लेखनी घटे संयोगसम्बन्धेन अस्ति इति कारणेन स्वम् इति लेखनी, स्वम् इति लेखनी इति स्वीकरोश्चेत् परम्परासम्बन्धः सम्पूर्णरीत्या वक्तव्यः, सर्वत्र संयोगसम्बन्धः एव अस्ति. स्वसंयोगी संयोगी स्वसंयोगी घटः अस्ति, घटस्य संयोगी अस्ति भूतलम्. सत्यं. स्व अतः स्वसंयोगी संयोगी स्वसंयोगी संयोगित्वं भूतले अस्ति. तदनन्तरम् उपरि गन्तव्यं, तदनन्तरम् उपरि गन्तव्यं. सत्यं. सहसंयोगी संयोगी संयुक्तसम्बन्धेन लेखनी पुस्तके वर्तते. संयुक्तत्वसम्बन्धेन, संयुक्तत्वसम्बन्धेन. हा, तर्हि स्वसंयोगी संयोगी संयुक्तत्वसम्बन्धेन लेखनी पुस्तके अस्ति इति वक्तुं शक्यते. पुस्तके, नो चेत् तत्र आश्रयः इति पदं योजयामश्चेत् कथं वक्तुं शक्यते? स्व आश्रय आश्रय स्वाश्रयः स्वाश्रयः इति घटः, तस्य आश्रयः अस्ति भूतलं. स्व आश्रय आश्रय आश्रित इति भूतलात् पुस्तकं प्रति आश्रितः इति. तर्हि किं वदति? स्व आश्रयत्वसम्बन्धेन आश्रितत्वसम्बन्धेन. न अत्र आश्रित इति पदं न प्रयोगं करोतु. यद्यपि आश्रितः भवति पुस्तकं, तथापि तत्र संयुक्तम् इति एव पदं प्रयोक्तुम् उचितमस्ति अन्ततो गत्वा. तर्हि स्वम् इति लेखनी, स्व आश्रयः अस्ति घटः, पुनः तस्य आश्रयः अस्ति भूतलं. तर्हि स्व आश्रयाश्रय यस्मिन् संयुक्तमस्ति पुस्तकं, तर्हि स्व आश्रयाश्रयसंयुक्तत्वसम्बन्धेन लेखनी पुस्तके अस्ति इति वक्तुं शक्यते. नो चेत् एकस्मिन् स्थाने स्व आश्रयम् इति पदं प्रयुज्य अन्यस्मिन् स्थाने संयोगी इत्यपि पदं प्रयुज्य स्व आश्रयसंयोगी संयुक्तत्वसम्बन्धेन लेखनी पुस्तके अस्ति इति अपि वक्तुं शक्यते. हा, एवं अत्र केवलम् अभ्यासार्थम् एतादृशप्रयोगः मया क्रियते तावदेव. स्व आश्रयसंयोगी संयुक्तत्वसम्बन्धेन लेखनी पुस्तके वर्तते. नो चेत् स्वसंयोगी आश्रय स्वसंयोग्याश्रय संयुक्तत्वसम्बन्धेन लेखनी पुस्तके वर्तते. अत्र कारणकार्यभावमपि अस्ति वा महोदय? न, अत्र पश्यतु, एतदपि वक्तव्यमस्ति. यत्र यत्र कार्यकारणभावः अस्ति, यत्र यत्र कार्यकारणभावः वक्तव्यः तत्र सर्वत्र समानाधिकरण्यं निरूपणीयम् एव. किन्तु यत्र यत्र समानाधिकरण्यम् अस्ति तत्र सर्वत्र कार्यकारणभावः नास्ति इति अस्ति इति नास्ति. इत्युक्ते सामानाधिकरण्यं व्यापकः अस्ति, कार्यकारणभावः व्याप्यः अस्ति, बुद्धं खलु? सामानाधिकरण्यं व्यापकम् अस्ति, सामानाधि कार्यकारणभावः व्याप्यः अस्ति, यथा यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः, वह्निः नास्ति चेत् धूमः यदा कदापि न भवति, किन्तु यत्र यत्र वह्निः तत्र तत्र धूमः इति न वक्तुं शक्यते. अस्माकम् इदानीन्तनपाकशालायां ग्यास् स्टौ अस्ति खलु, तत्र वह्निः अस्ति किन्तु धूमः नास्ति. तर्हि वह्निः व्यापकः भवति, किमिति धूमः व्याप्यः भवति, एवमेव कार्यकारणभावः व्याप्यः भवति, समान सामानाधिकरण्यं व्यापकं भवति. यत्र यत्र कार्यकारणभावः वक्तव्यः तत्र सर्वत्र सामानाधिकरण्यं भवत्येव, किन्तु यत्र यत्र सामानाधिकरण्यमस्ति तत्र सर्वत्र कार्यकारणभावः अस्ति इति नास्ति. अस्तु, समीचीनम्, अग्रे गच्छेम. एतत् एतत् करपत्रं समापयितुं प्रयत्नं कुर्मः. अस्तु, शिवराम महोदय, भवान् पठति वा, पठितुमिच्छति वा? आम् आं महोदय. एवमेव किञ्चित् प्रकृतौ अपि किञ्चित् कुतः पठनीयम् इति वदतु. अहं पठामि. एवमेव प्रकृतौ अपि आमाम् एवमेव प्रकृतौ अपि समवेतस्य समवेतत्वस्य प्रयोगेण परस्परा परस्पर असम्बन्धं साधयितुं शक्यते. परम्परा आमां परम्परासम्बन्धं साधयितुं शक्यते. स्वं कपालपरिमाणं स्वसमवायीकपालः तत्र समवेतः भवति घटः समवेतत्वं घटे, तथा च स्वसमवायीसमवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते, तत्रैव घटे घटस्य परिमाणं समवायसम्बन्धेन वर्तते इति कारणस्य सम्बन्धः परम्परासम्बन्धः. तत्र घटपरिमाणं साक्षात् समवायसम्बन्धेन घटे, समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. अत्र स्वसमवायिसमवेतत्वं स्वीकृत्य कारणसम्बन्धः. अत्र वस्तुतः किमपि पर्याप्तं, किन्तु अत्र नूतनं किमपि नास्ति खलु, इदानीं पुनः पुनः अत्र चिन्तितमस्ति. अस्तु, तर्हि अग्रे अग्रे पठति वा? आहत्य कार्यस्य सम्बन्धः परम्परासम्बन्धः अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः उभयतः वक्तुं शक्यते. उभयत्र कार्यकारणयोः एकम् अधिकरणं सिद्ध्यति इति द्वितीयविधम् असमवायिकारणम्. तर्हि अत्र भवान् किञ्चित् वदतु महोदय. प्रथमम् अत्र अत्र अत्र अस्माकम् उदाहरणमस्ति कपालपरिमा घटपरिमाणं प्रति कपालपरिमाणं कारणम् इति. आमां, तर्हि कार्यस्य सम्बन्धः परम्परासम्बन्धः इति स्वीकृत्य परम्परासम्बन्धः कः इति वदति वा? अत्र समान अधिकरणं किं, परम्परासम्बन्धः कः इति वदति वा? किञ्चित् साहाय्यम् अपेक्षितम्. अत्र अत्र अस्तु, अहं प्रश्नं पृच्छामि, तस्य उत्तरमेव भवान् वदतु. उदाहरणम् अस्ति घटपरिमाणं प्रति कपालपरिमाणं कारणम्, अत्र कार्यं किम्? कपाल कार्यं कार्यं किं? कार्यं घट अस्ति न, घटपरिमाणं कार्यमस्ति. घटपरिमाणम् आम् घटपरिमाणम् इति गुणः कार्यमस्ति, कपालपरिमाणं कारणमस्ति. आमां, कार्यम् इति घटपरिमाणं कुत्र अस्ति? घटे अस्ति न? घटे अस्ति. केन सम्बन्धेन अस्ति? घटे अस्ति. समवायिसम्बन्धेन वा? समवायसम्बन्धेन अस्ति. समवायसम्बन्धेन. समवाय तर्हि समवायसम्बन्धेन अस्ति इति कृत्वा घटः इदानीं समवायी भवति. कस्य? घटपरिमाणस्य. समीचीनं. तर्हि इदानीं घटः कुत्र अस्ति? घटः घटः कपाल. सत्यं, कपाले अस्ति खलु? हा, घटकपाले अस्ति. आमां, हा, घटकपाले अस्ति. केन सम्बन्धेन अस्ति? घटः कपाले समवायसम्बन्धेन. समीचीनं. तर्हि पुनः इदानीं कपालः समवायी अस्ति, घटस्य समवायी अस्ति. आमां. तर्हि घटपरिमाणम् इति कार्यं केन सम्बन्धेन कपाले वर्तते? घटपरिमाणं कपाले. असमवायिसम्बन्धेन वा? स्वसमवायि पुनः वक्तव्यं खलु? स्वसमवायि समवायित्वसम्बन्धेन. आमां, स्वसमवायि समवायित्वसम्बन्धेन वर्तते. आम्, घटपरिमाणः घट कपाले. आम् इति बुद्धं खलु? अतः एव अत्र उक्तं कार्यस्य सम्बन्धः. कार्यम् इत्युक्ते घटपरिमाणं, तस्य सम्बन्धः परम्परासम्बन्धः. कार्य घटपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन कपाले वर्तते. यस्मिन् कपाले कपालपरिमाणम् इति कारणम् अपि साक्षात् वर्तते. तर्हि कपालः समान अधिकरणमस्ति. घटपरिमाणकपालपरिमाणयोः मध्ये समानाधिकरण्यं साधितम्. तर्हि इदानीं कपालपरिमाणं घटपरिमाणं प्रति कारणम् इति सिद्धम्. इदानीं द्वितीयविधम् अस्ति, कारणस्य सम्बन्धः परम्परासम्बन्धः. अत्र कारणं किं महोदय? अस्मिन् उदाहरणे कारणं किम्? कपालपरिमाणं न? सत्यं, कपालपरिमाणं. कपालपरिमाणं कपाले केन सम्बन्धेन वर्तते? समवायसम्बन्धेन. बहु समीचीनं. तर्हि कपालः समवायी भवति, कपालपरिमाणस्य समवायी भवति, स्वसमवायी भवति कपालः. तस्मिन् कपाले किं समवेतम् अस्ति? यस्मिन् कपाले कपालपरिमाणमस्ति तस्मिन् कपाले किं समवेतम् अस्ति? कपालपरिमाणं समवेतमस्ति न? कपालपरिमाणमपि समवेतं, किन्तु कपालपरिमाणम् इति स्वशब्देन उक्तं खलु? आम्. स्वसमवायि इति कपालः. तस्मिन् कपाले अन्यद् किं समवेतमस्ति? घटः अस्ति. आम्, तदेव मम चिन्तनमासीत्, किन्तु योग्यमस्ति. घटः खलु? तर्हि कपाले समवेतं घटः अस्ति. अतः इदानीं स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं घटं प्रति आनीतम्. अत्र यस्मिन् घटे कपालपरिमाणं साक्षात् वर्तते. तर्हि इदानीं घटः समान अधिकरणम् इति स्वीकृत्य कपालपरिमाणघटपरिमाणयोः मध्ये कार्यकारणभावः निरूपितः, साधितः इति अत्र उक्तम्. आहत्य कार्यस्य सम्बन्धः परम्परासम्बन्धः अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः उभयता वक्तुं शक्यते. उभयत्र कार्यकारणयोः एकम् अधिकरणं सिद्ध्यति. यत्र कार्यसम्बन्धः कार्यसम्बन्धः परम्परासम्बन्धत्वेन स्वीकुर्मः तत्र कपालः समान अधिकरणं भवति. यत्र कारणस्य सम्बन्धः परम्परासम्बन्धत्वेन स्वीकुर्मः तत्र घटः समान अधिकरणं भवति इति भेदः. तर्हि द्वितीयविधासमवायीकरणं द्विधा वक्तुं शक्यते इति बोधः. अस्तु अग्रे पठतु महोदय, भवानेव पठतु. द्वितीयविधम् असमवायीकारणं घटपरिमाणं कपालपरिमाणं स्वसमवायी. द्वितीयविधम् असमवायीकारणं घटपरिमाणं कालपरिमाणं स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् अथवा समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायि समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् इत्थञ्च द्वितीयम् असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति बोधः. तदेव लक्षणं कारणेन सह समवेतं अत्र पश्यतु, कारणेन सह एकस्मिन् अर्थे समवेतम् इति उक्तत्वात् अत्र अत्र द्वितीयरीति अस्ति खलु, समवायेन घटपरिमाणं प्रति स्वसमवायी समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम् इति पक्षः स्वीकृतः अस्ति. अत्र समवेतम् इति पदं प्रयुक्तम् इत्यतः. अस्तु, एवमेव तत्र अभ्यासः अस्ति, पटरूपं तन्तुरूपं तद् गृहपाठरूपेण सर्वे कुर्वन्तु. अग्रे अस्तु, धन्यवादः महोदय. अग्रे विजी भगिनी पठति वा? धन्यवादः महोदय. आं महोदय, परम्परासम्बन्धः एकमुखेन स्वीकरणीयः. पुस्तकं हस्ते अस्ति संयोगसम्बन्धेन. अत्र संयोगसम्बन्धः हस्ते अपि पुस्तके अपि, तदर्थं संयोगः द्विनिष्ठः इति उच्यते. अत्र प्रश्नः उदेति, समवायसम्बन्धः तथा नास्ति किम्? समवायेन यस्मिन् अस्ति सः समवायी इति. परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य, किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति परिमाणे अपि अस्ति, उभयत्र आश्रितः. अतः घट अपि समवायी, परिमाणम् अपि समवायी खलु. अनेन गुणः अपि समवायी, द्रव्यम् अपि समवायी इति चेत् यथा घटः परिमाणसमवायी तथैव परिमाणम् अपि घटसमवायी. अत्र वक्तव्यं वा महोदय? अत्र सर्वं सरलमिति अहं चिन्तयामि, एतावत्पर्यन्तम् एवमेव उक्तम्, अत्र किमपि पुनः पुनः उक्तं न किन्तु अत्र अग्रे आयास्यति. अस्तु, अग्रे अपि पठतु भगिनि. सत्यं सत्यं समवायसम्बन्धः उभयत्र आश्रितः, अतः द्विनिष्ठः एव. किन्तु स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन अपरस्मिन् आश्रये अपरसम्बन्धेन. समवायसम्बन्धः घटे अस्ति अनियोगितासम्बन्धेन. समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन. द्वयम् अपि सत्यम्. अत्र प्रतियोगी अनियोगी च संसर्गीयः न तु अभावीयः. यस्य सम्बन्धः सः प्रतियोगी, यत्र सम्बन्धः सः अनियोगी. अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारो नास्ति. समवायसम्बन्धः घटे अस्ति अनियोगिसम्बन्धेन इति प्रसिद्धः. यतोहि अनेन समवायीकारणं व्यक्तिक्रियते. एवञ्च आश्रयस्य दिशि अधः गमनार्थं वदनार्थं समवायी आश्रितस्य दिशि उपरि गमनार्थं वदनार्थं समवेतः इति व्यवहारामः. अत्र किमर्थम् अनियोगी प्रतियोगिता इति आयाति? अत्रापि अग्रे चिन्तनम् आयास्यति. अस्तु, अग्रेपि पठतु भगिनि. अस्तु, ततः अग्रे पुस्तकम् अस्ति इति यथा संयोगसम्बन्धः उभयत्र आश्रितः द्विनिष्ठः तथैव परम्परासम्बन्धः अपि स्यात्. किन्तु अत्र भिन्ना समस्या. अत्र सम्बन्धः द्विनिष्ठः एव नास्ति. स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थितौ, यद्यपि स्वसमवायिसमवायित्वसम्बन्धः कपाले अस्ति किन्तु घटपरिमाणे नास्ति. स्वसमवायिसमवायी कपालः इदं समवायित्वं च कपाले एव भवति. संयोगः इति यथा उच्यते तादृशसरलसम्बन्धः नास्ति अत्र पारम्पर्यात्. स्वस्य समवायी घटः, घटस्य समवायी कपालः. स्वसमवायी समवायित्वं कपाले एव, न तु स्वस्मिन्. अतः एतादृशसम्बन्धः घटपरिमाणे अपि अस्ति इति वक्तुं न शक्यते. विपरीतरीत्या अपि वक्तुं शक्यते. स्वम् इति कपालः, स्वसमवेतः घटः. पुनः घटसमवेतं घटपरिमाणं, स्वसमवेतसमवेतत्वं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे. यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे, किन्तु इदं स्वसमवेतसमवेतत्वं केवलं परिमाणे न तु कपाले. एतदपि प्रकृतौ च स्वसमवायिसमवायित्वं कपाले एव. अतः परम्परासम्बन्धः यत्र भवति तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति. अत्र सम्बन्धः द्विनिष्ठः नास्ति. समवेतसमवेतत्वं परिमाणे न तु कपाले. स्वसमवायिसमवायित्वं कपाले न तु परिमाणे. आहत्य सारांशः यदस्ति तदेव अग्निमपरिचये यदस्य प्रदर्शनीय किल अग्रिमवर्गे इतोपि किञ्चित् चिन्तयामः. किन्तु अत्र समस्या का इति बुद्धं खलु? बुद्धं महोदय. परम्परासम्बन्धः स्वसमवायित्वं स्वस्मिन् नास्ति. अत्र एव अस्ति समवायित्वं कपाले वर्तते, न स्वस्मिन् वर्तते. अतः विपरीतरीत्या गन्तुं न शक्यते. अतः द्वनिष्ठः नास्ति. समवेतम् इति प्रयुक्तं किल, स्वसमवेतसमवेतत्वं परिमाणे न तु कपाले. अतः परम्परासम्बन्धः द्विनिष्ठः नास्ति. संयोगसम्बन्धः तादृशं तद्वत् परम्परासम्बन्धः द्विनिष्ठः नास्ति इति एव उक्तं किल. आमाम्, अत्र घटपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन कपाले वर्तते. किन्तु कपालः केन सम्बन्धेन घटे वर्तते इति चेत् तदेव सम्बन्धं स्वीकृत्य न वक्तुं शक्यते. अत्र स्वसमवेतसमवेतत्वसम्बन्धेन कपालः घटपरिमाणे वर्तते इति वक्तव्यम् इति कृत्वा तत्र सम्बन्धः भिद्यते इति एकं. तत्तु सरलरीत्या अवगन्तुं शक्यते. किन्तु इतोपि अत्र घटः कपाले वर्तते समवायसम्बन्धेन इति कृत्वा घटः कपाले समवायसम्बन्धेन इति वक्तुं शक्यते. किन्तु कपालः केन सम्बन्धेन घटे वर्तते इति चिन्तनीयम्. तर्हि तत्र किञ्चिदिव अतः एव अत्र प्रतियोगिता अनियोगिता इति सन्दर्भीयसम्बन्धः स्वीकृतः. तस्मिन् विषये अग्रिमवर्गे चिन्तयामः. पुनः एकवारम् एतत् परिच्छेदं पठन्तु झटिति. अस्तु, समयः जातः अत्र स्थगयामः. धन्यवादः महोदय, धन्यवादः.